ॐ गुरुर्ब्रह्म गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विदाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् इदानीं पक्षतावच्छेदकादीनां धर्मिणि कथं भ्रमः इति प्रश्नः आसीत् तत्र पूर्वमस्माभिः दृष्टं ज्ञानम् अत्र अनुमानस्तरे चत्वारि ज्ञानानि भवन्ति. प्रथमं तु पक्षधर्मताज्ञानं, धूमः पर्वते अस्ति, पर्वतः धूमवान् इति अकारकं. तदनन्तरं व्याप्तिज्ञानं, यत्र यत्र धूमः तत्र तत्र वह्निः, यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः इति अन्वयव्यतिरेकव्याप्तिज्ञानं हेतौ ज्ञातव्यम्. तत्तु स्मरणात्मकं, पर्वतः धूमवान् इति प्रत्यक्षात्मकम्. अस्तु, तर्हि इदानीं तृतीयज्ञानमस्ति परामर्शः. वह्निव्याप्य धूमवान् अयं पर्वतः, तत्र भ्रमः भवितुम् अर्हति. तदनन्तरं पर्वतः वह्निमान् इति अनुमितिज्ञानं, तत्रापि भ्रमः भवितुम् अर्हति इति अस्माभिः दृष्टम्. हेत्वाभासस्थले, हेत्वाभासः इत्युक्ते अनुमाने यदा भ्रमः जायते तदेव हेत्वाभासः. हेत्वाभासप्रकरणम् इत्यत्र कस्मिन् विषये चिन्तनम् इति चेत्, यदा अनुमाने, अनुमानप्रकरणे, अनुमानप्रमाणेन भ्रमः जायते तस्मिन् विषये चिन्तनं हेत्वाभासप्रकरणे क्रियते. अपि च प्रत्येकं ज्ञानस्य त्रयः विषयाः भवन्ति इति अपि अस्माभिः अधीतम्. विशेष्यः अधिष्ठानं भवति, प्रकारः आधेयः भवति, तयोः मध्ये सम्बन्धः इति त्रयः विषयाः, त्रयाणां विषयाणां ज्ञानं प्रत्येकं ज्ञाने भवति. अयं घटः इति ज्ञानं स्वीकुर्मश्चेत् घटः विशेष्यः, घटत्वं प्रकारः, तदनन्तरं तयोः मध्ये यः समवायसम्बन्धः अस्ति स च सम्बन्धः संसर्गः इति कृत्वा ज्ञानं विशेष्यतासम्बन्धेन घटे वर्तते, प्रकारतासम्बन्धेन घटत्वे वर्तते, संसर्गतासम्बन्धेन समवायसम्बन्धे वर्तते. यदि घटत्वम् इति एव ज्ञानमस्ति तर्हि इदानीं घटत्वं विशेष्यं भवति, घटत्वत्वं प्रकारः भवति, तयोः मध्ये कश्चन सम्बन्धः, यत् कोऽपि सम्बन्धः अस्माभिः कल्प्यते सः सम्बन्धः भवति. तदनन्तरं यदि घटत्वत्वं इति ज्ञानं भवति चेत् तत्र घटत्वत्वम् इति विशेष्यं, प्रकारः घटत्वत्वम् इति तादृशं भवति. तर्हि सर्वेषु ज्ञानेषु त्रयः विषयाः भवन्त्येव इति अवगतं. तत्र विशेष्ये सर्वम् अभ्रान्तं, प्रकारे तु विपर्ययः इति अपि अस्माभिः अवगतम् इत्युक्ते विशेष्यं यदा कदापि, विशेष्ये भ्रमज्ञानं यदा कदापि न भवति. विशेष्यः भ्रमः यदा कदापि न भवति, तत्र प्रकारः एव भ्रमात्मकं भवितुम् अर्हति. तर्हि तत्र इदानीम् अनुमितिज्ञानं स्वीकुर्मश्चेत् तत्र साध्यं प्रकारविधया भासते इति कृत्वा साध्ये अत्र भ्रमः भवितुम् अर्हति. कुत्र अत्र विशेष्यमस्ति पक्षः, साध्यं प्रकारः अस्ति. अनुमितिज्ञाने पर्वतः वह्निमान् इति ज्ञाने वह्निः प्रकारः अस्ति, पर्वतः पक्षः अस्ति इति कृत्वा वह्नौ साध्ये अत्र भ्रमः भवितुम् अर्हति. अन्यत् किं किमस्ति पक्षे? हेतुः अपि अस्ति. कस्मिन् ज्ञाने? परामर्शे. वह्निव्याप्य धूमवान् अयं पर्वतः इति किल आकारः इति कृत्वा अत्र धूमः प्रकारविधया भासते परामर्शे, प्रकारविधया भाषते. तत्र विशेष्यं किम् इति चेत् पक्षः. तर्हि हेतौ अत्र भ्रमः भवितुम् अर्हति. अपि च पक्षे पक्षता अस्ति, अतः एव सः पक्षः इति स्वीकृतः खलु. तर्हि सा पक्षता केन अवच्छिन्ना इति चेत् कश्चित् पक्षता अवच्छेदकधर्मत्वेन अवच्छिन्ना भवति इति कृत्वा पक्षता अवच्छेदकम् अपि अत्र प्रकारः भवति. पर्वत अत्र अनुमितिज्ञानं वा परामर्शज्ञानं वा भवतु, पर्वतः वह्निमान् इदानीं पर्वतः इति श्रुतं खलु. यद्यपि पर्वतः विशेष्यः सम्पूर्णज्ञानस्य विशेष्यः अस्ति, तथापि पर्वतः इति स्वीकुर्मश्चेत् तत्र पर्वतः विशेष्यः भवति, तस्मिन् विद्यमानपर्वतत्वं पक्षता अवच्छेदकं प्रकारः भवति. पर्वतत्वे अपि अत्र भ्रमज्ञानं भवितुमर्हति, तादृशप्रकारे अपि भ्रमज्ञानं भवितुमर्हति. तादृश पर्वतः अनुमितौ परामर्शे उभयत्र सः एव विशेषमस्ति इति कृत्वा पक्षता अवच्छेदके भ्रमः भवितुमर्हति इति तृतीयः विषयः, यत्र भ्रमः भवितुमर्हति. तदनन्तरं हेतौ किमस्ति इति चेत् अत्र व्याप्तिः अस्ति खलु. अत्र हेतुता अस्ति, तर्हि हेतोः विद्यमानहेतुतायाः अवच्छेदकः यः अस्ति तत्र भ्रमः भवितुम् अर्हति. अपि च पूर्वपक्षव्याप्तिः यदस्ति तत्रापि भवितुम् अर्हति, सिद्धान्तव्याप्तिः, तत्र भ्रमः भवितुम् अर्हति. तदनन्तरं साध्यम् इति स्वीकुर्मश्चेत्, साध्यं विशेषत्वेन स्वीकुर्मश्चेत् अत्र साध्यता अवच्छेदकं यदस्ति तत्रापि भ्रमः भवितुमर्हति इति आहत्य सप्त प्रकारेषु भ्रमः भवितुमर्हति. साध्यं भ्रमात्मकं भवति भवितुमर्हति, हेतुः, पक्षता अवच्छेदकः, साध्यता अवच्छेदकं, हेतुता अवच्छेदकं, पूर्वपक्षव्याप्तिः, सिद्धान्तव्याप्तिः इति आहत्य सप्तसु प्रकारेषु अत्र भ्रमः भवितुम् अर्हति इति निश्चितम्. तत्र प्रश्नः आसीत् कथं वा पक्षता अवच्छेदकादीनां धर्मिणी भ्रमः, पर्वते सर्वदा पर्वतत्वम् एव अस्ति खलु, तर्हि पक्षता अवच्छेदके कथं वा भ्रमः स्यात् इति चेत् तत्र अस्माभिः उक्तमस्ति, उदाहरणम् आसीत् काञ्चनमयपर्वतः वह्निमान् इति आकारकम्. इदानीं पर्वतः वह्निमान् इति आकारकज्ञानं नास्ति, काञ्चनमयपर्वतः वह्निमान्. तर्हि इदानीं पर्वतः इति विशेष्यं पक्षः, यस्मिन् पक्षता अस्ति सा पक्षता केन अवच्छिन्ना इति चेत् काञ्चनमयत्वेन अवच्छिन्ना, न तु पर्वतत्वेन. किन्तु काञ्चनमयत्वं वास्तविकं वा, पर्वते काञ्चनमयत्वमस्ति वा इति चेत् नास्ति. अत्र वह्निः अस्ति इति कृत्वा तादृशं भाति इति कृत्वा पक्षता अवच्छेदके अपि एवं साध्यता अवच्छेदके हेतुता अवच्छेदके अपि भ्रमः भवितुम् अर्हति. यथा मया उक्तं काञ्चनमयपर्वतः वह्निमान् इत्यत्र पक्षता अवच्छेदके भ्रमः, काञ्चनमय इत्यत्र भ्रमः अस्ति. यदि पर्वतः काञ्चनमयवह्निमान् इति आकारकमस्ति चेत् इदानीं साध्यता अवच्छेदके अत्र भ्रमः जातः इति भवति. यदि इदानीम् अत्र ज्ञानं परामर्शज्ञानं वह्निव्याप्य कूहामयधूमवान् पर्वतः, कूहा इत्युक्ते मिस्ट् इति, तर्हि वह्निव्याप्य कूहामयधूमवान् पर्वतः इति आकारकज्ञानमस्ति चेत् तत्र इदानीं हेतुता अवच्छेदके भ्रमः जातः इति कृत्वा पक्षता अवच्छेदकादीनां धर्मिणि कथं भ्रमः भवति इति चेत् भवत्येव. तत्र किञ्चित् अवशिष्टमस्ति, तत् पठेम. तर्हि इदानीम् अत्र 246th पेज् मध्ये पेज् तत्र उपरिष्टात् आरम्भणीयं, तत्रैव पक्षे इति आरभ्य पठनीयम्. अस्तु, सतिभौमभगिनी पठति वा? तत्रैव आं महोदय, अहं पठामि. तत्रैव पक्षे अनुमितिनिरूपितविलक्षणविषयदा अपि पक्षदारूपा आगता चेत् सा तदाश्रयस्य येन धर्मेण भानं तेन अवच्छिद्यते. सः धर्मः तत्र विद्यमाने वा अस्तु अविद्यमाने वा हृदे अविद्यमानो वा हृदो वह्निमान् इत्यादौ विद्यमानेन हृदत्वेन पक्षदा अवच्छिद्यते. काञ्चनमयपर्वतः वह्निमान् इत्यत्र पर्वते अविद्यमानेन काञ्चनमयत्वेन अवच्छिद्यते. एतादृशं विशेष्यं एतादृशं विशेषं पर्यालोच्य इह विषयदास्थले समानाधिकरण्यं परित्यज्य येन धर्मेण ज्ञानं भवति सः विषयदावच्छेदकः इति नैयायिकैः आश्रितम्. अतः तेषु स्थलेषु अपि भ्रमत्वं सम्भवति इति आगतम्. अतः प्रतिबन्धकज्ञानस्य प्रमात्वात् युज्यते, ज्ञानस्य प्रमात्वात् युज्यते हेत्वाभासवर्णनम् इत्येषा दिक्. एतदेव भवान् इदानीम् उक्तं, कस्मिंश्चित् धर्मत्वेन अवच्छिद्यते ते अविद्यमानत्वे अपि तस्य भानम् अस्ति चेत् तदपि हेतु आभासनिर्णयार्थं स्वीकुर्मः ब्रह्मज्ञानस्य. समीचीनम् इति अस्ति इति कृत्वा अत्र हेतुतावच्छेदके, पक्षतावच्छेदके, साधुतावच्छेदके, साध्यतावच्छेदके अपि भ्रमः भवितुम् अर्हति इति आगतम्. तर्हि आहत्य सप्तस्थलेषु भ्रमः भवितुम् अर्हति. साध्ये भ्रमः, हेतौ भ्रमः, पक्षतावच्छेदके भ्रमः, साध्यतावच्छेदके भ्रमः, हेतुतावच्छेदके भ्रमः, पूर्वपक्षव्याप्तौ, अत्र व्याप्तौ भ्रमः इति एव वक्तव्यं, नो चेत् व्याप्त्यां भ्रमः इति वक्तव्यं, किन्तु पूर्वपक्षव्याप्तिः सिद्धान्तव्याप्तिः इति द्विधा ग्रन्थकारेण स्वीकृतं. किमर्थं द्विधा स्वीकृतम् इति चेत् पूर्वपक्षव्याप्तौ एव लाघवमस्ति इति कृत्वा केवलं केवलान्वयस्थले तस्य कार्यं न भवति इति कृत्वा सर्वत्र पूर्वपक्षव्याप्तिं स्वीकृत्य एव अत्र कार्यं करोति, साधनं करोति. किन्तु यत्र केवलान्वयस्थलं भवति तत्र सिद्धान्तव्याप्तिं स्वीकृत्य कार्यं करोति इति कृत्वा व्याप्तौ अत्र दोषः भवितुम् अर्हति इति आगतम्. अस्तु, अग्रे पठतु भगिनि. आं महोदय, यदावता लेखनेन हेत्वाभासप्रकरण उपयोगीपदार्थानां चिन्तनम् अस्माभिः कृतम्. सम्प्रति तान् हेत्वाभासान् एव विशिष्य चिन्तयामः. पुनः हेत्वाभासविषये चिन्तनम् अग्रे आयास्यति. हेत्वाभास ये सामग्र्यः आवश्यकाः सन्ति सर्वे अस्माभिः चिन्तिताः इति कृत्वा इदानीं प्रत्येकं तत्र हेत्वाभासः पञ्चविधाः इति आरम्भे अस्माभिः अधीतं खलु. अत्र बाधः, असिद्धिः, तदनन्तरं सव्यभिचारः, सत्प्रतिपक्षः, विरोधः इति हेत्वाभासः पञ्चविधाः विभजन्ते इति अस्माभिः आरम्भे अधीतं. तस्मिन् विषये इदानीं प्रत्येकं हेत्वाभासं स्वीकृत्य इदानीं चिन्तनं प्रवर्तते अग्रे इति उक्तम्. अस्तु, अग्रे. हेत्वाभासलक्षणस्य लक्ष्यनिर्धारणं. हेत्वाभासस्य लक्षणस्य लक्ष्यनिर्धारणं. अस्मिन् प्रकरणे अस्मिन् आदौ लक्ष्यनिर्धारणम् आवश्यकम्। असकृद् आवेदितो आवेदितम् असकृद् आवेदितम् एव इदम् असकृद् आवेदितम् आवेदितमेवेदम् यद् व्याप्तिपक्षधर्मतारूपौ हेतुगुणौ यत्र न स्तः सः हेतु आभासः। परन्तु सम्प्रदायसिद्धं हेतु आभासलक्षणं हेतौ नौ न घटते इति यत्र तल्लक्षणमस्ति सः अपि हेतु आभासपदेन ग्राह्य भवति। हेतुवत् आभासते इति हेतु आभासः इति यदा वर्णनं तदा हेतु आभासपदेन दुष्टहेतोः बोधः सुलभः। अस्मिन् प्रकरणे लक्ष्यनिर्धारणम् आवश्यकम् आदौ हेतु आभासस्य हेतु आभासः एव लक्ष्यं खलु महोदय? असकृद् आवेदितम् किञ्चित् चिन्तनीयं, तर्हि अत्र किं किमस्ति इति वदतु। असकृदेव आवेदितम् इत्यतः वदतु। अत्र व्याप्तिपक्षधर्मदा साधारणतया हेतौ द्वौ गुणौ स्तः व्याप्ति अपि च पक्षधर्मदा यदि एकं न अत्र नास्ति चेत् तत् दुष्टहेतु इति वयं वदामः इदानीं। परन्तु सम्प्रदायसिद्धं हेतु आभासलक्षणं हेतौ न तल्लक्षणमस्ति हेतु आभासः इति तदनन्तरं हेतुवत् आभासते इति तद् भिन्नरूपेण अपि अस्य विग्रहं वदति वा हेतुवत् आभासः एकवारं भवती समीचीनतया उक्तवती। परन्तु सम्प्रदायसिद्धं हेतु आभासलक्षणं हेतौ न खडते इति यत्र तत् लक्षणम् अस्ति तत् लक्षणमस्ति सः अपि हेतु आभासपदेन ग्राह्यः। सिद्धं हेतु आभासलक्षणं हेतौ न खडते इति यत्र तत् हेतोः लक्षणं किम्? साध्य हेतोः लक्षणं न बुद्धं महोदय, किं वक्तव्यं? हेतो एतावत्पर्यन्तं हेतोः लक्षणं किं तद् भवत्या वक्तव्यमेव। एकः हेतुः इति कथं स्वीकुर्मः, किं भवेत् हेतौ? साध्यम् अपि च पक्षधर्मदा साध्यं भवेत् वा? क्षम्यतां, हेतौ व्याप्ति अपि च पक्षधर्मदा, क्षम्यतां खलु। तर्हि व्याप्तिः पक्षधर्मता इति गुणद्वयं हेतौ भवेत्। तत् बुद्धं खलु। तर्हि इदानीं हेत्वाभासपदेन अत्र हेत्वाभासलक्षणं हेतौ न घटते इति कृत्वा यद् हेतुः यद् हेतुः अस्ति अपि च यद् हेतुवत् अवभासते अनयोः मध्ये भेदः अस्ति खलु? तत् भेदः अस्ति। सम्प्रदायसिक्तं हेत्वाभासलक्षणं हेतौ न घटते यत् यत् दुष्टहेतुः अस्ति सः एव हेतु आभासः अस्ति खलु? यत्र यस्मिन् हेतौ व्याप्तिः अपि अस्ति पक्षधर्मता अस्ति तादृशहेतुः सद्धेतुः अस्ति। किन्तु हेत्वाभासम् इत्युक्ते अत्र ब्रह्मज्ञानं भवेत् अन्ततो गत्वा, तर्हि ताद् अत्र सद्धेतुः अस्ति चेत् कथं वा ब्रह्मज्ञानं भवति इति कृत्वा अत्र हेत्वाभासः इत्यत्र इदानीं हेतुवत् अवभासते इति हेत्वाभासः इति यदा वर्णनं तदा हेत्वाभासपदेन दुष्टहेतोः बोधः सुलभः भवति इति उक्तं। तर्हि हेत्वाभासः इत्यस्य विग्रहवाक्यम् उक्त्वा तर्हि इदानीम् एतद् विग्रहवाक्यं दृष्ट्वा हेत्वाभासः इत्युक्ते किं भवत्याः अवगमनं किम्? यद् हेतु नास्ति तादृशः दुष्टहेतुः दुष्टहेतुः अस्ति सः हेत्वाभासः हेतुवत् अवभासते इति हेत्वाभासः. तर्हि इदानीं किं दुष्टहेतुः भवति? यस्य भानं हेतौ नास्ति तत् यस्मिन् हेतौ सा व्याप्तिज्ञानम् अथवा पक्षधर्मदा ज्ञानं जास्ति तादृशहेतुः दुष्टहेतुः. हा इत्युक्ते यस्मिन् हेतौ व्याप्तिः वा पक्षधर्मदा वा नास्ति नास्ति सः दुष्टहेतुः. समीचीनं, तदेव मया पृष्टम्. अस्तु, अग्रे पठतु. यदि लक्षणानुसारि अन्य एव हेतु आभासः तर्हि हेतोः आभासः हेतु आभासः इति विग्रहेण हेतुनिष्ठ आभासः दोषः इत्यर्थो लभ्यते. सः कः इति आकाङ्क्षायाम् इदम् अभिधीयते यत् पृष्ठसङ्ख्या 225 दर्शितरीत्या प्रकारस्य विशेषे असत्त्वनिरूपणात् प्रकारस्य विशेष्ये असत्त्वनिरूपणात् आरभ्य क्रमेण नवविषयाः ये निरूपणीयाः इत्युक्तं तेषु यः चरमः पदार्थः सः एव हेतु आभासः. यदि लक्षणानुसारि अन्यः एव हेतु आभासः तर्हि हेतोः आभासः हेतु आभासः इति विग्रहेण हेतुनिष्ठ आभासः दोषः इत्यर्थे लभ्यते. सः कः इत्याकाङ्क्षायाम् इदम् अभिधीयते दर्शितरीत्या महोदय किं न अवगतवती महोदय. ऐ थिङ्क् पूर्वं वयं दृष्टवन्तः अधिकरणं वृत्तित्वं तद् आधारीकृत्य उक्तमस्ति इति न तद्भवतु. इदानीं प्रथम अत्र हेत्वाभासः इति पदमस्ति खलु समस्तपदं तस्मिन् चिन्तनं किमस्ति हेतुवत् आभासते. तर्हि हेतुवद् यद् आभासते सः हेत्वाभासः इत्युक्ते इदानीं हेत्वाभासः इति पदेन किम् अवगन्तव्यम्? दुष्टहेतुः इति साक्षात् हेतुः एव अवगन्तव्यं. हेतुः हेतुः अस्तु. हेतोः आभासः इति विग्रहवाक्यमस्ति चेत् इदानीं तस्य अर्थः कः? ओ अस्मिन् हेतौ दोषः अस्ति इति. हेतोः आभासः इत्युक्ते किं? हेत्वाभा यदि हेतोः आभासः हेत्वाभासः तर्हि हेत्वाभासः इति पदेन किम् उक्तम्? तत् हेतु एव आभासरूपेण विद्यते इति चिन्तयित्वा वदतु. अत्र हेतोः इत्यस्य विभक्तिवचनं किम्? षष्टि एकवचनं हेतोः. तर्हि तद् मनसि निधाय वदतु. हेतोः आभासः हेत्वाभासः इति विग्रहवाक्यमस्ति चेत् हेत्वाभासः इति पदेन किम् उक्तं भवति? हेतौ इति भवति वा रामस्य दोषः रामदोषः इति यदि अहं वदामि तर्हि रामदोषः इति पदेन कः उक्तः भवति? रामः एव भोः रामस्य दोषः इति रामस्य पुस्तकम् इति वदामः चेत् पुस्तकम् दोषः एव उक्तः भवति खलु. एवम् अत्रापि हेतोः अवभासः इत्युक्ते हेत्वाभासः इत्युक्ते दोषः न तु हेतुः. हेतौ विद्यमान कश्चन दोषः उक्तः भवति. बुद्धं किम्? इदानीम् अवगतम्. उदाहरणं श्रुत्वा अवगतवती. तर्हि हेतुवत् अवभासते. इदानीं चिन्तयतु, अत्र ह्रदः वह्निमान् धूमात् इति उदाहरणं चिन्तयतु. ह्रदः वह्निमान् धूमात्. इदानीम् अत्र हेतुः दुष्टहेतुः अस्ति खलु? तर्हि हा दुष्टहेतुः अस्ति खलु. तर्हि यदि हेतुवत् अवभासते इति हेत्वाभासः इति विग्रहं स्वीकुर्मश्चेत् अत्र हेत्वाभासः इति पदेन किम् अवगन्तव्यः अस्ति? हेतुवत् ह्रदः वह्निमान् इति अत्र भगिनि ह्रदः वह्निमान् धूमात् अहम् अत्र धूमः एव हेतुः. ह्रदः वह्निमान् धूमात् इत्यत्र धूमात् इति हेतुः, तत् तदेव हेतुवत् अवभासते आभासते इति. सत्यं. तर्हि हेतुवत् अवभासते इति हेत्वाभासः इति विग्रहं वदामश्चेत् हेत्वाभासः इति पदेन किं स्वीकर्तव्यम् इति चेत् धूमः स्वीकर्तव्यः. अस्तु, तर्हि इदानीम् अस्मिन् अनुमाने कः दोषः अस्ति? किमर्थम् अत्र धूमः दुष्टदोषः दुष्टहेतुः इति वदेम? अस्मिन् अनुमाने कः दोषः अस्ति? अत्र अनुमानं भवति ह्रदः वह्नि अभाववान् इति. भगिनी किमर्थम् अनुमानं भवति वह्निः अभाववान् इति चिन्ति? इदानीम् अनुमानवाक्यं मया उक्तं खलु, ह्रदः वह्निमान् वह्निमान् अस्मिन् अनुमानवाक्ये हेतुज्ञानं नास्ति खलु. न न, अत्र भवती इदानीं श्रुतवती खलु, वह्निः ह्रदः वह्निमान् धूमात्. एतद् अनुमानं समीचीनं वा न वा? न, समीचीनं नास्ति खलु महोदय. तर्हि किमर्थं न समीचीनम्? तादृशज्ञानमेव, तद् भ्रमाज्ञानमेव, न तु भ्रमा इति. हा किमर्थं तत् तत् उक्तवती इदानीं भ्रमज्ञानमिति उक्तवती. किमर्थं किमर्थम् एतद् भ्रमज्ञानमिति भवती वदति? यदा हेदौ गुणद्वयम् आवश्यकं खलु, व्याप्ति अपि च पक्षधर्मदा. पक्षधर्मदा नास्ति खलु अत्र. किमर्थं पक्षधर्मता नास्ति इति वदति? हृदे भवतु, तावद्वदति चेत् पर्याप्तं. मम कार्यं सम्पादनार्थं तावद्वदति चेत् पर्याप्तं. भवतु, इदानीं भवती उक्तवती पक्षधर्मता नास्ति इति खलु. अस्तु, तर्हि इदानीं द्वितीय प्रथम विग्रहवाक्ये हेतुवत् अवभासते इति हेत्वाभासः इति चेत् हेत्वाभासः इति पदेन किम् अवगन्तव्यम् इति चेत् धूमः इति उक्तवती. इदानीं द्वितीयविग्रहवाक्यं हेतोः आभासः हेत्वाभासः इति वदामश्चेत् इदानीं हेत्वाभासः इति पदेन किम् अवगन्तव्यम्? आभासः एव अवगन्तव्यं, हेतोः आभासः. इदानीं भवती उक्तवती खलु अत्र किमर्थं ह्रदः वह्निमान् धूमात् इति ज्ञानं भ्रमात्मकं भवति, किमर्थम् इति भवता इदानीं भवत्या किं किमुक्तम् इदानीम्? अस्मिन् पक्षे हेतुः नास्ति इति. हा, पक्षधर्मता नास्ति इति उक्तवती खलु. तर्हि पक्षधर्मता नास्ति इत्येव दोषः खलु? तदेव दोषः. तर्हि हेतोः आभासः हेत्वाभासः इति विग्रहवाक्यं वदामश्चेत् इदानीं हेत्वाभासः इति पदेन किम् अवगन्तव्यम् इति चेत् धूमः न अवगन्तव्यः, किन्तु तस्मिन् विद्यमान धूमे विद्यमानदोषः, सः दोषः कः? पक्षधर्मता अभावः खलु. पक्षधर्मता अभावः एव अवगन्तव्यः भवति. यदि हेतोः आभासः हेत्वाभासः इति विग्रहवाक्यं वदामश्चेत् इदानीं पक्षधर्मता नास्ति इति अवगन्तव्यं हेत्वाभासः इति समस्तपदेन. बुद्धं वा? इदानीम् अवगतम्. हेतौ केन कारणेन दोषमस्ति तदेव द्वितीयविग्रहवाक्येन उक्तमस्ति. हा, इत्युक्ते प्रथमविग्रहवाक्येन हेतुः उक्तः अस्ति, दुष्टहेतुः उक्तः अस्ति साक्षात्. द्वितीयविग्रहवाक्येन हेतौ विद्यमान कश्चन दोषः उक्तः. बुद्धं खलु? बुद्धं. तदेव अत्र उक्तं, तावद् अवगच्छति चेत् पर्याप्तम्. अस्तु, समीचीनं, धन्यवादः भगिनि. अग्रे सिंहल महोदय पठतु. कः पदार्थः इति आमाम्? अस्तु, कः पदार्थः निरूपणीय इत्युक्तं प्रतिबन्धकनिश्चये विषयीभूताः ये पदार्थाः तेषां प्रकारात् प्रभृति विशेष्यपर्यन्तं क्रमेण निरूपणे यः विशेष्यविशेषणभावापन्नपदार्थसमुदायः भवति सः. अस्तु, अत्र कः पदार्थः निरूपणीय इति उक्तम्. अत्र प्रश्नः किमर्थम् इति न जाने, परन्तु अत्र अन्तिम गते परिच्छेदे अन्तिमवाक्यम् एकवारं पठतु. दर्शितरीत्या अत्र सः कः इति आकाङ्क्षायाम् इदम् अभिधीयते यत् दर्शितरीत्या प्रकारस्य विशेष्ये असत्त्वनिरूपणात् आरभ्य क्रमेण नवविषयाः ये निरूपणीयाः इति उक्तं, तेषु यः चरमः पदार्थः सः एव हेत्वाभासः. अस्तु, अत्र हेतोः हेत्वाभासः इत्यनेन दोषः अथवा हेतुः इति उक्तमस्ति. तर्हि अत्र दोषः कः इति यदा इति आकाङ्क्षा अस्ति चेत् तत्र नवविषयाः वयं चर्चितवन्तः, पूर्वपक्षव्याप्तिः, अत्र नवप्रकारः. क्षम्यतां महोदय, अत्र एकः क्लेशः अस्ति. पृष्ठसङ्ख्या दोषेन दत्तमस्ति, वस्तुतः अत्र 240 इति दातव्यं, 225 इति दत्तम्. अस्तु, सर्वे पश्यन्तु 240 पेज् मध्ये हेत्वाभासत्वे निरूपणप्रकरक्रमः इति अस्ति खलु. एकनिमिषं, 240 इत्यत्र हेतुभासनिरूपणक्रमः, तत्र नवविषयाः दत्ताः सन्ति खलु, नवबिन्दवः. प्रकारस्य यत् प्रकारस्य तत्र असत्त्वं निरूप्य ज्ञानस्य भ्रमत्वं वक्तव्यं, तदनन्तरं तत् प्रतिबन्धकनिश्चयः वक्तव्यः, सत्यम्. अन्ततो गत्वा नवम चरमविषयः चरमबिन्दुः कः? ततः एतत् प्रकारणादौ उक्तः यः चतुर्थः विशेषः तद्रीत्या निश्चयविषयीभूताः पदार्थाः प्रकारात् आरभ्य विशेषपर्यन्तं वक्तव्याः. सत्यम् इति उक्तं खलु, तदेव अत्र अत्र परामर्शितमस्ति. चरमः पदार्थः सः एव हेत्वाभासः इति. तदनन्तरं कः पदार्थः निरूपणीयः इत्युक्तम् इति अत्र पुनस्मारणं करोति तावदेव. प्रतिबन्धकनिश्चये विषयीभूताः ये पदार्थाः तेषां प्रकारात् प्रभृति प्रकारात् आरभ्य विशेष्यपर्यन्तम् इति उक्तं खलु, तदेव केवलं पुनस्मारणत्वेन लिखितम्. अस्तु, प्रकारात् आरभ्य विशेष्यपर्यन्तं क्रमेण निरूपणे स एव पदार्थसमुदायः भवति, तदेव निरूपणीयम् इति. अस्तु, अस्तु, तर्हि किञ्चित् चिन्तयतु अत्र स्थूलाक्षरैः यदुक्तमस्ति तस्मिन् विषये एकवारं किञ्चित् चिन्तयतु. प्रतिबन्धकनिश्चये प्रतिबन्धकनिश्चये इति आरभ्य प्रतिबन्धकनिश्चये विषयीभूतः अत्र प्रतिबन्धकज्ञाने ये विषयाः सन्ति ते पदार्थाः ये सन्ति तेषां प्रकारात् आरभ्य विशेष्यपर्यन्तं समुदायः अस्ति, पदार्थसमुदायः अस्ति. सत्यं. ते सर्वे अत्र तत्र विशेष्यविशेषणभावः अपि सन्ति तेषाम्. इत्युक्ते चरम तत्र मुख्यप्रकारः अस्ति, मुख्यविशेष्य इति आरभ्य मुख्यप्रकारपर्यन्तं तत्र सर्वत्र विशेष्यविशेषणभावः अस्ति तेषां मध्ये. क्रमेण तेषां निरूपणं करणीयम् इति. हा अस्तु, तर्हि हेतोः आभासः, हेत्वाभासः इति षष्टीतत्पुरुषसमासः समासः स्वीकुर्मश्चेत् अत्र हेत्वाभासः इति पदेन किमुक्तम्? दोषः इति उक्तम्. सत्यं. तर्हि दोषः कुत्र भवति? चरमपदार्थे भवति, प्रकारे भवति, प्रकारे. हा इत्युक्ते प्रतिबन्धकनिश्चये बहवः विषयाः सन्ति खलु, तेषु कुत्रचित् अस्माभिः अत्र अनेन एतदस्ति एतदेव प्रतिबन्धकं भवति इति यदा बोधः जायते तत्रैव प्रतिबन्धकनिश्चये विषयीभूताः ये पदार्थाः तेषां प्रकारात् प्रभृति विशेष्यपर्यन्तं क्रमेण निरूपणे यः विशेष्यविशेषणभाव आपन्नपदार्थसमुदायः भवति सः एव हेत्वाभासः इति पदेन अवगन्तव्यः इति आशयः. सः एव हेत्वाभासः अस्तु. हा इत्युक्ते हेतौ आभासः कल्प्यते येन इति इदानीं बहुव्रीहिसमासः आगतः. हेतौ आभासः कल्प्यते येन सः एव हेत्वाभासः इति भवति. बुद्धं किम्? महोदय न श्रूयते. बुद्धं महोदय. हा इत्युक्ते प्रथमं हेतुवत् अवभासते इति विग्रहम्. हेतुवत् अवभासते हेत्वाभासः इत्यनेन साक्षात् हेतुः उक्तः भवति. किन्तु हेतोः आभासः इति चेत् हेतौ दुष्टहेतौ यद् दोषः अस्ति सः उक्तः भवति. किन्तु इदानीं तद् नास्ति. दुष्टहेतौ यद् यः दोषः अस्ति सः हेत्वाभासः नास्ति. किन्तु प्रतिबन्धकनिश्चये प्रमात्मक प्रतिबन्धकनिश्चये यदस्ति येन अत्र दोषः कल्प्यते, हेतौ दोषः कल्पयामः स च विषयः हेत्वाभासः भवति. विशेष्यविशेषणभाव आपन्नपदार्थसमुदायः भवति हेत्वाभासः इति उक्तः. तर्हि हेतुवत् अवभासते इति अपि नास्ति, हेतोः आभासः इति अपि नास्ति. किन्तु हेतौ आभासः, आभासः इत्युक्ते दोषः कल्प्यते येन, नो चेत् यैः यैः विशेष्यविशेषणभाव आपन्नपदार्थसमुदायैः दुष्टहेतौ दोषः कल्पयेम सः भवति हेत्वाभासः इति उक्तम्. अग्रे तस्य लक्षणं ददाति, तथा इतोपि स्पष्टः जायते. किन्तु हेत्वाभासः इत्युक्ते इदानीम् अन्ततो गत्वा कथम् अवगन्तव्यम् इति चेत् बहुव्रीहिसमासः अवगन्तव्यः. हेतौ आभासः, आभासः इत्युक्ते दोषः कल्प्यते येन सः हेत्वाभासः इति भवति. बुद्धं खलु? आभासः कल्प्यते. येन कल्प्यते सः हेत्वाभासः भवति, बहुव्रीहिसमासः. सो हेतुवत् अवभासते मीन्स् दि आक्चुवल् दुष्टहेतु. हेतोः आभासः मीन्स् द डिफेक्ट् इन् द दुष्टहेतु. बट् अन्ततो गत्वा हेतोः आभासः कल्प्यते येन सः, मीन्स् दट् बै विच् वि आर् पायिण्टिङ्ग् टु द डिफेक्ट् इन् द दुष्टहेतु. दट् इस् वाट् इस् टु बि अण्डर्स्टुड् बै द वर्ड् हेत्वाभासः इति. अग्रे पठतु महोदय. यथा यथा हृदो वह्निमान् धूमात् इत्यनुमिति स्थले प्रथमं वह्निरूपं साध्यं हृदे नास्ति, अतः अनुमितिरियं द्वितीयं भ्रमरूपा तां प्रति हृदः वह्न्यभाववान् इति निश्चयः प्रतिबन्धकः. अस्तु, तृतीयं तृतीय आरभ्य नवमं पर्यन्तम् अस्मिन् निश्चये विषयीभूतः पदार्थः वन्य अभाववद् हृदः प्रकृतानुमिति स्थले भवति हेत्वाभासः. हेतौ आभास इत्यनेन तस्य दोषस्य हेतुनिष्ठता उक्ता भवति. अस्तु, यदि वन्य अभाववद् हृदः दोषः न तादृशहृदः प्रकृतहेतौ धूमे अस्ति इति कथं तस्य हेत्वाभासत्वम् इति शङ्का अनुपदम् एव निराकरिष्यते. अस्तु, अत्र हृदः वह्निमान् धूमात् इति अनुमान अस्ति. तत्र प्रथमतया अत्र वह्निरूप अत्र साध्यं हृदे नास्ति, वह्निः नास्ति हृदे, साध्यं नास्ति. अतः अनुमितिः अत्र यः अनुमितिः हृदः वह्निमान् धूमात् इति अनुमितिः भ्रमारूपां भवति, भ्रमारूप भवति. तां प्रति ताम् अनुमितिं प्रति प्रतिबन्धकनिश्चयः कः अथवा प्रतिबन्धकज्ञानं किम् इत्युक्ते हृदः वह्नि अभाववान् इति. अधुना हृदः वन्य अभाववान् इति निश्चये के पदार्थाः विषयाः भवन्ति इत्युक्ते अत्र तृतीय आरभ्य नवमं पर्यन्तं. तर्हि अत्र पेज् 240 मध्ये ये विषयाः उक्ताः सन्ति ते सर्वे तृतीय आरभ्य नवमपर्यन्तं विषयाः भवन्ति प्रतिबन्धकज्ञाने. वन्य अभाववाद् हृदः प्रकृतानुमतिस्थले भवति हेत्वाभासः. तर्हि अत्र अस्मिन् उदाहरणे हेत्वाभासः कः? तर्हि वन्य अभाववद् हृदः इति एव हेत्वाभासः. अत्र यदा हेतौ आभास इति विग्रहवाक्यम् अचिन्त्यामः चेत् तत् तेन दोषः उक्तः भवति. तर्हि वन्य अभाववद् हृदः इति दोषः, तादृशहृदः धूमे इत्युक्ते प्रकृतहेतौ नास्ति इति तस्य हेत्वाभासत्वं इति अस्ति. तर्हि तर्हि तादृशहृदस्य हेत्वाभासत्वं कथं भवति इति शङ्कायाः निराकरणं भवति. यदा अत्र येन तृतीय कर्म बहुव्रीहिसमासः यदा चिन्त्यामः चेत् तेन तच्छङ्कायाः सा शङ्कायाः निराकरणं भवति इति अहं मन्ये. यथा भवता प्रतिपादितं भवान् अवगच्छति वा इति न जाने. अस्तु, अत्र किञ्चित् चिन्तयेम, तदनन्तरं बहु किमपि अस्मिन् विषये चिन्तनीयमस्ति अग्रे गमनात् पूर्वं. हेतौ आभासः इत्यनेन तस्य दोषस्य हेतुनिष्ठता उक्ता भवति, तस्य अर्थं पुनः वदति वा? आम् आम्. तर्हि हेतौ आभासः इति यदा विग्रहवाक्यं तत्र पूर्वे वयं चर्चितवन्तः, हेतौ आभासः इत्यनेन दोषः इति उक्तः अस्ति. तर्हि हेतुनिष्ठदोषः इत्युक्ते हेतौ यः दोषः अस्ति तदेव उक्तः अस्ति हेतोः हेतौ आभास इत्यनेन. सत्यं. तर्हि इदानीम् अत्र सप्तमी तत्पुरुषसमासः स्वीकृतः अस्ति. हेतोः आभासः इति नास्ति, किन्तु हेतौ आभासः इति. सत्यं. भवतु, तर्हि हेतौ आभासः इत्यनेन तस्य दोषस्य हेतुनिष्ठता उक्ता भवति. अस्तु, अग्रे. यदि यदि वन्यभाववत् ह्रदः दोषः न तादृशह्रदः प्रकृतहेतौ धूमे अस्ति इति कथं तस्य हेत्वाभासत्वम् इति शङ्का अनुपदेन निराकरिष्यते इति वदतु. तस्य वाक्यं वदतु, अस्य वाक्यस्य अर्थं वदतु. अहं चिन्तयामि तत्र दोषः कः एतस्मिन् अनुमितौ, तर्हि दोषः अस्ति वन्याभाववाद् ह्रदः इति दोषः. तादृशह्रदः विषये प्रथमं चिन्तयतु, वन्याभाववत् ह्रदः इति दोषः इत्यस्य अर्थः कः? वह्निभाववत् ह्रदः इति इत्यस्य वा इत्यस्य अर्थं वदतु प्रथमम्. अस्तु, तस्य अर्थः भवति हृदे वह्निः नास्ति, वह्नि अभावः अस्ति इत्युक्ते वह्निः नास्ति इति. हा, इति इदानीं प्रमात्मकज्ञानं वा भ्रमात्मकज्ञानं वा? इति तु इति प्रमात्मकं ज्ञानं, परन्तु अनुमितिः अनुमितिः यदस्ति हृदः वह्नि मान् धूमात् इत्यस्य इत्यस्य ज्ञानं प्रति वन्याभाववाद् ह्रदः इति दोषः. हा, इति मनसि समीचीनम्. हा, इदानीं भवता समीचीनतया उक्तम्. अत्र वह्नि अभावात् ह्रदः दोषः इति सावधाने सामान्यतया पठेमश्चेत् एतद् दोषज्ञानम् इति भवति, वस्तुतः प्रमात्मकज्ञानम्. किन्तु एतद् ज्ञानं प्रमात्मकज्ञानं प्रतिबन्धकं भवति खलु, धूमात् इति अनुमितिं प्रति प्रतिबन्धकः भवति इति कृत्वा अत्र प्रतिबन्धकत्वम् एव दोषः, दोषत्वं प्रतिबन्धकत्वं दोषत्वम् इति सामान्यचिन्तनम् अत्र. प्रतिबन्धकत्वं दोषत्वं, यद्यपि वह्नि अभाववत् ह्रदः इति प्रमात्मकज्ञानमस्ति तथापि तस्मिन् दोषत्वं कल्पितम्. कथं दोषत्वं कल्पितम् इति चेत् प्रतिबन्धकत्वमस्ति खलु, अत्र ह्रदि ह्रदः वह्निमान् धूमात् इति अनुमितिं प्रतिबध्नाति एतद् ज्ञानम् इति कृत्वा तदेव दोषः तस्य. अस्तु, तर्हि यदि वह्नि अभावत् ह्रदः दोषः तावद्बुद्धम् इदानीम् अग्रे. न तादृशह्रदः इत्युक्ते वह्नि अभाववद् ह्रदः तादृशह्रदः प्रकृतहेतौ धूमे अस्ति. अस्तु, प्रकृतहेतौ अत्र हेतु अस्ति धूमः, तर्हि धूमे तादृशह्रदः इत्युक्ते वह्नि अभाववद् ह्रदः धूमे अस्ति इति कथं तस्य इत्युक्ते अर्थं वदतु. वह्नि अभाववत् ह्रदः धूमे इति इत्यस्य अर्थः कः? ह्रदः धूमे अस्ति इति ज्ञानमस्ति वा, नो चेत् धूमः हृदे अस्ति इति ज्ञानं वा? धूमः हृदे अस्ति इति ज्ञानम्. तर्हि एतद् वाक्यं कथम् अवगन्तव्यम्? इति आगतं, परन्तु तत् समीचीनं तत् न सङ्गच्छति अत्र. हा, तर्हि तत्र इतोपि किञ्चित् वक्तव्यम्, अतः एव मया उक्तं भवान् अवगच्छति वा न वा इति. अस्मिन् विषये किञ्चित् चिन्तनीयं, वाक्यं तु शुद्धमेव किन्तु किञ्चित् वक्तव्यम् अवगमनार्थम्. अस्तु अस्तु, अत्र पश्यतु महोदय, प्रकृतहेतुः कः? धूमः अस्ति खलु. इदानीं धूमः कुत्र दृश्यते मया? धूमः हृदे दृश्यते, हृदे खलु. हृदे किन्तु हृदे अहं धूमं पश्यामि, तर्हि पक्षधर्मता पक्षधर्मता अस्मिन् हेतौ मया कल्पितम्. पक्षधर्मता इत्युक्ते धूमः ह्रदे अस्ति, तर्हि अत्र अत्र परस्परनिरूप्यनिरूपकभावः अस्ति खलु. ह्रदनिरूप्यधूमः, ह्रदनिरूपितधूमः, नो चेत् धूमनिरूपितह्रदः, उभयता वक्तुं शक्यते. आधारादेभावः यत्र अस्ति तत्र आधारं स्वीकृत्य आधेयं निरूपयितुं शक्यते, नो चेत् आधेयं स्वीकृत्य आधारः निरूपयितुं शक्यते, खलु? सत्यं, तादृशमत्र उक्तं, तादृशमत्र उक्तम्. बह्नि अभाववत् ह्रद अधिकरणता अस्ति, एवं वक्तव्यं. बह्नि अभाववद् ह्रदः अधिकरणमस्ति, तर्हि तादृश अधिकरणतानिरूपित आदेयतावान् धूमः, खलु? किमर्थम् एतद् रीत्या उक्तमस्ति इति आशयः? एतद् अवगमनार्थम् अत्र ह्रदः धूमे इति उक्तं, खलु? वस्तुतः धूमः ह्रदे अस्ति, किन्तु वाक्यशैल्यां किम् उक्तं? ह्रदः धूमे अस्ति इति उक्तं, तत् कथम् इति चिन्तनीयम्. तर्हि इदानीं घटः भूतले अस्ति इति चेत् आरम्भे अस्माभिः अधीतं, खलु? इदानीं घटः आदेयः, धूमः भूतलम् आधारम्. तर्हि यदि घटं स्वीकृत्य भूतलं निरूपयामश्चेत् किं किं वदामि, वाक्यं वदतु. घटनिष्ठ आदेयता निरूपित भूतल आश्रय अधिकरणता. हा, नो चेत् घटनिष्ठ भूतलं निरूपयतु इदानीम्. अस्तु, घटनिष्ठ आदेयता निरूपित भूतलम् इति खलु, अधिकरणतावत् भूतलम्. अधिकरणतावान्, सत्यम्, अधिकरणतावान् अधिकरणतावत् भूतलं न भवति लिङ्गम् अतः. अधिकरणतावत् भूतलं, सत्यम्. हा, इदानीं भूतलम् अत्र घटं निरूपयतु. हा, तर्हि भूतलनिष्ठ अधिकरणता निरूपित आधेयतावान् घटः. हा, इति विपरीत अत्र निरूपकभावः यदा वदामः तत्र एकम् अन्यस्मिन् भवितुमर्हति, खलु? तादृशमत्र उक्तं, वह्नि अभाववत् ह्रदः दोषः, न तादृशह्रदः प्रकृतहेतौ धूमे अस्ति. इत्युक्ते वह्नि अभाववत् ह्रदेन निरूपितहेतुः नास्ति इति अर्थः. तदा एव अर्थबोधः जायते, नो चेत् ह्रदः कथं वा धूमे स्यात्? धूमेव आदेयः, खलु? अहं चिन्तितवान् तत्र मुद्रणदोषः अस्ति वा न वा इति. आहा, नास्ति नास्ति, मुद्रणदोषः नास्ति. अस्तु, तर्हि न तादृशह्रदः प्रकृतहेतौ धूमे अस्ति इति अग्रे वदतु. आम्, इति कथं तस्य, तस्य इत्युक्ते धूमस्य, खलु? धूमस्य हेत्वा भासत्वम् इति शङ्का. न, तस्य इत्युक्ते धूमत्वम् इति नास्ति, वह्नि अभाववत् ह्रदः, ह्रदस्य हेत्वाभासत्वम्. ह्रदस्य हेत्वाभासत्वम् इति शङ्का अनुपदम् एव निराकरिष्यति. हा, तर्हि शङ्का, शङ्कायाः निराकरणं कथं भवति यदा अग्रे वक्ष्यति इति उक्तम्. हा, तर्हि एतादृशचिन्तनं करणीयम् इति अर्थः. अत्र प्रश्नः केवलं शङ्का इति कृतम्. हा, अत्र इतोपि किञ्चित् चिन्तनीयमस्ति. तर्हि भवान् किं करोतु, यथा ह्रदः वह्निमान् धूमात् इति अनुमितिस्थले वह्निरूपं साध्यं ह्रदे नास्ति इति प्रथमबिन्दुः उक्तं. तत्र 240 पेज् मध्ये प्रथमबिन्दुः कः? प्रकारस्य तत्र असत्त्वं निरूप्य इति. हा, तर्हि प्रकारस्य तत्र अतत्वं निरूप्य इति एव प्रथमबिन्दुः अस्ति. तस्मिन् स्थाने इदानीं वह्निरूपं साध्यं ह्रदे नास्ति, तर्हि अत्र प्रकारः कः? अनुमिति किमस्ति? वह्नि ह्रदः वह्निमान् धूमात्. हा, अस्तु, तस्मिन् इति अनुमितिस्थले वह्निः, वह्निः इति प्रकारः. हा, वह्नित्वस्य प्रकारस्य इत्युक्ते वह्नि त्वम् इति प्रकार, वह्निः इति प्रकारः, तर्हि वह्नेः तत्र असत्त्वं निरूप्य इति. तत्र इत्युक्ते कुत्र? पक्षे. अत्र हृदि हृदि हा उत्तमं तर्हि ह्रदः वह्निमान् धूमात् इत्यत्र बहवः विशेष्याः भवन्ति बहवः प्रकाराः भवन्ति एव तथापि अस्मिन् सन्दर्भे किं प्रकारत्वेन स्वीकृतम् इति चेत् साध्यं प्रकारत्वेन स्वीकृतमस्ति साध्यं पक्षे अस्ति इति कृत्वा वह्निरूपं साध्यं ह्रदे नास्ति प्रकारस्य वह्नेः तत्र इत्युक्ते ह्रदे असत्त्वं निरूप्य नास्ति इति निरूप्य तदनन्तरं ज्ञानस्य भ्रमत्वं वक्तव्यम् अत्र द्वितीयबिन्दुः कः इति एकवारं पठतु ज्ञानस्य भ्रमत्वं वक्तव्यं भ्रमारूपात् तां प्रति ह्रदः वन्य भवान् इति निश्चयः प्रतिबन्धकः इति हा तर्हि भ्रमत्वं वक्तव्यं ज्ञानस्य भ्रमत्वं वक्तव्यम् इत्युक्ते केन ज्ञानेन इदानीं भ्रमत्वं कल्पितं वह्नि अभाववान् इति निश्चयप्रतिबन्धकः निश्चयात्मकप्रतिबन्धकः अस्ति खलु तेन एव ह्रदः वह्नि अभाववान् इति प्रमात्मक निश्चयात्मक समान आकारकत्व प्रतिबन्धकज्ञानेन अत्र भ्रमत्वं कल्पितं खलु अनिमितेः ह्रदः वह्निमान् इति अनिमितेः भ्रमत्वं कल्पितं खलु अस्तु तदनन्तरम् इदानीं तृतीयः ततः तत् प्रतिबन्धकनिश्चयः वक्तव्यः अत्र कः निश्चयः अस्ति ह्रदः वह्नि अभाववान् इति नो तत्तु प्रतिबन्धकज्ञानं किन्तु ज्ञाने निश्चयः कः अग्रे पठतु अस्मिन् निश्चये अस्मिन् अस्तु अस्मिन् निश्चये विषयीभूतः पदार्थः वन्य अभाववद् ह्रदः हा इति निश्चयः तदेव मुद्रा वह्नि अभाववत् ह्रदः इति मुद्रा मुद्राद्वयम् अस्माभिः पठितं खलु तद् पुनस्मारयति वा तदभाववत्ता निश्चय इति एकम् इति एकं समीचीनं तदभाववत्ता निश्च तदभावव्याप्य विस्मृतवान् किम् आसीत् तत्र समीचीनं तदभावव्याप्यवत्ता निश्चयः तदभावव्याप्यवत् केवलं व्याप्य इति तत्र योजनीयः तदभावव्याप्यवत्ता तदभाववत्ता निश्चयः नो चेत् तदभावव्याप्यवत्ता निश्चयः अस्तु तर्हि इदानीं वह्नि अभाववत् ह्रदः इति कीदृशनिश्चयः अस्ति अस्मिन् निश्चये कीदृशमुद्रा अस्ति तदभाववत्ता निश्चयः उत्तमम् उत्तमं तदभाववत्ता निश्चयः तर्हि तदेव तृतीयबिन्दुः तत् प्रतिबन्धकनिश्चयः कः इत्युक्ते मुद्रा वक्तव्या अस्ति कीदृशमुद्रा इति चेत् तदभाववत्ता मुद्रया वह्नि अभाववत् ह्रदः इति मुद्रया प्रकृत अनुमितिस्थले भवति हेत्वाभासः इत्युक्ते एषः निश्चयः अस्ति मुद्रा अस्ति खलु वह्नि अभाववत् ह्रदः इति निश्चयः एव अत्र हेत्वाभासः भवति सत्यं सत्यं हेत्वाभासः इति कथं वक्तव्यं तर्हि देयर इज अ साइन सो वह्नि अभाववत् ह्रदः इति एव चिह्नम् अस्ति मुद्रा अस्ति तेन हेत्वाभासः वक्तव्यं तर्हि वह्नि अभाववत् ह्रदः इति हेत्वाभासेन हेतौ आभासः अस्माभिः कल्प्यते वह्नि अभाववत् ह्रदः किन्तु इदानीम् अत्र किञ्चित् क्लेशः अस्ति वह्नि अभाववत् ह्रदः इत्यत्र हेतुः एव न दृश्यते खलु सत्यं हेतुः एव न दृश्यते वह्नि अभाववत् ह्रदः इति मुद्रायां हेतुः एव न दृश्यते अत्र वह्निः इति साध्यं दृश्यते ह्रदः इति पक्षः दृश्यते खलु सत्यं तर्हि तदेव अत्र उक्तं यदि वह्नि अभाववत् ह्रदः दोषः न तादृशह्रदः प्रकृतहेतौ धूमे अस्ति खलु. वह्नि अभावत् ह्रदः इति मुद्रा, अस्मिन् अस्यां मुद्रायां धूमः इति पदं कुत्रचित् दृश्यते वा? नास्ति दृश्यते. इति कृत्वा कथं तस्य हेत्वाभासत्वम् इति शङ्का भवति. इति शङ्का भवति, तर्हि तद् अनुपदमेव निराकरिष्यते. इत्युक्ते तादृशशङ्कायाः निराकरणम् अनुपदं निराकरिष्यामः. इत्युक्ते वह्नि अभाववत् ह्रदः इति निश्चयः अस्ति, तदेव हेत्वाभासः प्रकृतस्थले. ह्रदः वह्निमान् धूमात् इति अनुमितिः किमर्थं न जायते इति चेत्, ह्रदः यदा कदापि ह्रदः वह्नि अभाववान् अस्ति, न तु वह्निमान् इति कृत्वा कथं वा अत्र एतादृश अनुमितिः भवति? इत्युक्ते यथा अस्माभिः आरम्भे चिन्तितं हेत्वाभासप्रकरणस्य आरम्भे स्प्रेड्शीट् मया दत्तं खलु, तत्र एतत् सर्वं चिन्तनम् अकृत्वा केवलम् अत्र अनुमानं दृष्ट्वा ह्रदः वह्निमान् इति दृष्ट्वा कथं वा ह्रदः वह्निमान् भवति? ह्रदः तु वह्नि अभाववान् अस्ति. यत्किमपि हेतुः वदतु तत्र धूमात्, नो चेत् अन्यत् यत्किमपि वदतु, सुवर्णात् इति वदतु, तावत्पर्यन्तं न गन्तव्यं. ह्रदः वह्निमान् इति वदामश्चेत् तत्रैव क्लेशः भवति खलु. किन्तु कथञ्चित् तत्र हेतौ आनेतव्यमस्ति, तदा एव हेत्वाभासः इति भवति. हेतौ दोषः कल्पनीयः खलु. इदानीम् अस्माभिः किं कल्पितं? पक्षे दोषः कल्पितः, पक्षे दोषः कल्पितः. तर्हि पक्षे दोषः कल्पितमस्ति चेत् पक्षाभासः एव भवति, न तु हेत्वाभासः. न तु हेत्वाभासः, सत्यं. हेतस्य हेतोः उल्लेखनमेव नास्ति तत्र, हेत्वाभासं कथं भवति? सत्यं. तर्हि हेत्वाभासः कथञ्चित् कल्पनीयः अस्ति. तर्हि यद्यपि अत्र मुद्रा अस्ति वह्नि अभाववत् ह्रदः इति एव निश्चयः अस्ति, तादृशनिश्चयः कथञ्चित् हेतौ कल्पनीयमस्ति, तदा एव हेत्वाभासः भवति खलु. इति कृत्वा तत्र शङ्का भवति, सा शङ्का अनुपदं निराकरिष्यते, अग्रे तस्मिन् विषये वक्ष्यति इति उक्तम्. बुद्धं खलु? अस्तु, बहु समीचीनम्. अग्रे गच्छेम. स्वामिमहोदय, धन्यवादः महोदय. स्वामिमहोदय पठति वा इदानीं? धन्यवादः. स्वामिमहोदय. आं महोदय. महोदय, मूलं वा सव्यविचार? सत्यम्. एतावत् किं जातं भवता अवगतं खलु? आं महोदय. अस्तु, समीचीनम्. अग्रे. मूले पूर्वगणितेषु हेत्वाभासेषु आदिमं सव्यभिचारम् आह. सव्यभिचारोऽनैकान्तिकः सः त्रिविधः इति. ऐकान्तिकः. एकनिमिषं महोदय, अग्रे गमनात् पूर्वं किञ्चित् मया वक्तव्यमस्ति, केवलम् अत्र निगमनार्थं. सप्तविषयेषु सप्तप्रकारेषु सप्तसु प्रकारेषु अत्र दोषः भवितुमर्हति, भ्रमः भवितुमर्हति इति अस्माभिः उक्तं खलु. साध्ये हेतौ पक्षतावच्छेदके, साध्यतावच्छेदके, हेतुतावच्छेदके, पूर्वपक्षिव्याप्तौ, सिद्धान्तव्याप्तौ आहत्य सप्तसु प्रकारेषु अत्र भ्रमः भवितुमर्हति इति उक्तं, तत् सर्वैः अवगतम्. किन्तु इदानीं हेत्वाभासः इति प्रकरणमस्ति, तर्हि इदानीं पक्षतावच्छेदकं, नो चेत् साध्य अत्र पक्षतावच्छेदके दोषः अस्ति इति चिन्तयतु. वस्तुतः वह्नि अभाववत् ह्रदः इत्यत्र पक्षतावच्छेदके एव दोषः. तर्हि पक्षतावच्छेदके दोषः कल्पयामश्चेत् कथं वा हेत्वाभासः इति तस्य नाम भवति? तर्हि कथञ्चित् एते सप्तदोषाः अत्र पूर्वपक्षव्याप्तिः सिद्धान्तव्याप्तिः उभयमपि साक्षात् हेतौ अस्ति, तर्हि तत्र क्लेशः एव नास्ति. अपि च हेतुतावच्छेदकं हेतौ अस्ति साक्षात्. यदि हेतुतावच्छेदके भ्रमः, पूर्वपक्षिव्याप्तौ भ्रमः, नो चेत् सिद्धान्तव्याप्तौ भ्रमः अस्ति चेत् तत्र हेत्वाभासः कल्पयितुं क्लेशः एव नास्ति. किमर्थमित्युक्ते एतत्त्रयमपि हेतौ एव अस्ति इति कृत्वा एषः देशः एषः दोषः हेतौ अस्ति इति हेत्वाभासः निरूपयितुं शक्यते. किन्तु यदा साध्ये दोषः अस्ति, हेतौ दोषः अस्ति, पक्षतावच्छेदके दोषः अस्ति, साध्यतावच्छेदके अत्र हेतौ दोषः अस्ति चेदपि हेत्वाभासः इति कल्पयितुं शक्यते. किन्तु साध्ये दोषः अस्ति चेत्, पक्षतावच्छेदके दोषः अस्ति चेत्, साध्यतावच्छेदके दोषः अस्ति चेत् कथञ्चित् सः दोषः हेतौ आनेतव्यं, तदा एव हेत्वाभासः इति वक्तुं शक्यते. इति कृत्वा अत्र इतोपि किञ्चित् प्रयासः करणीयः भवति. तावदेव वक्तुम् अहम् इष्टवान्. अस्तु, तर्हि इदानीम् अग्रे पठतु महोदय. स्वयं महोदय. ऐकान्तिकः साध्यव्याप्यः तद्भिन्नः इत्यर्थः. तं विभजते सः त्रिविधः इति. ओ, साध्यव्याप्यभिन्नः ऐकान्तिकः इति अर्थः सः ऐकान्तिकः त्रिविधः इति उक्तं महोदय. ऐकान्तिकः इत्यस्य अर्थः भवान् अवबुध्यते किम्? साध्यव्याप्यभिन्नः ऐकान्तिकः इत्यस्य अर्थः कः? एकान्तकस्य भावः ऐकान्तिकः. एकान्तस्य इत्युक्ते किम्? न, अत्र अवगन्तव्यम्. नावगच्छामश्चेत् प्रयोजनं नास्ति. सत्यं महोदय, केवलं पदमेव नास्ति. कोऽपि एकमेव तिष्ठति, किमपि अन्यं नास्ति तत्र. तत् एकान्तक न, टोटल् इति अर्थः. ऐकान्तिकम् इत्युक्ते टोटल् इति अर्थः. टोटल् ऐकान्तिकः साध्यव्याप्तः तद्भिन्नः. अनैकान्तिकः इति उक्तं खलु, सव्यभिचारः अनैतिक अनैकान्तिकः सः त्रिविधः इति मूले उक्तम्. ऐकान्तिकः साध्यव्याप्यः. ऐकान्तिकः कः इति चेत् साध्यव्याप्यः. तद्भिन्नः अनैकान्तिकः, अत्र भेदार्थे नञ् प्रत्ययः. तर्हि साध्यव्याप्यः तद्भिन्नः इत्यर्थः. तं विभजते सः त्रिविधः इति. अस्तु, अग्रे पठतु. ओ, साधारण असाधारण अनुपसंहारादिभेदात् तत्र साध्याभाववद् वृत्तिः साधारणः. साध्य अभाववद् वृत्तिः साधारणः. आम् महोदय, लिपि किञ्चित् साध्याभाववत् वृत्तिः साधारणः. यथा पर्वतः वह्निमान् प्रमेयत्वात् इति. प्रमेयत्वस्य वह्न्याभाववति हृदे विद्यमानत्वात् सर्वसपक्ष विपक्षव्यावृत्तः पक्षमात्रवृत्तिः असाधारणः. यथा शब्दः अनित्यः शब्दत्वात् इति. शब्दत्वं हि सर्वेभ्यः नित्येभ्यः अनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्तिः. वृत्ति शब्दमात्रवृत्ति इति कथं तत् वृत्तिः इति नपुंसकलिङ्गं शब्दत्वं नपुंसकलिङ्गम् अतः शब्दमात्रवृत्ति. लिङ्गद्वयमस्ति वा? इदानीमेव भवान् पक्षमात्रवृत्तिः किं बहुवारम् एतत् पठितम् अस्माभिः. वदतु. साधारण असाधारण अनुपसंहार इति त्रिविधः भेदः वर्तते. कस्य? सव्यभिचार हेत्वाभास. उत्तमं. सव्यभिचारः इति अत्र आहत्य पञ्चविधहेत्वाभासाः सन्ति. तेषु प्रथमः अस्ति सव्यभिचारः. किन्तु करपत्रे महोदयेन भिन्नरीत्या स्वीकृतं. तत्र बाधः प्रथमं स्वीकृतं. सव्यभिचारः इति तृतीयत्वेन स्वीकृतं. किन्तु ग्रन्थकारः अत्र मूलग्रन्थकारेण यथा उक्तं तथा सः चिन्तयति. भवतु, तर्हि सव्यभिचारः इति एकविधहेत्वाभासः. सः हेत्वाभासः त्रिधा विभक्ता अस्ति. तेषां नाम किम्? साधारण असाधारण अनुपसंहार. हा, साधारणम् असाधारणम् अनुपसंहार इति. अस्तु, तर्हि तत्र साधारणः इत्युक्ते किम्? साधारण इत्युक्ते साध्य साध्याभाववृत्तिः. साध्याभाव साध्याभावद्वृत्तिः इत्यस्य विग्रहवाक्यं वदतु. किं प्रयत्नं करोमि महोदय? खलु अत्र वदतु भोः, मनसि मा चिन्तयतु. वदतु, क्लेशः अस्ति चेत् अहं परिष्कारं करोमि, तावदेव खलु. साध्याभाववद्वृत्तिः महोदय, साध्याभाववृत्तिः वा किं? साध्य अभाववत् वृत्तिः इति पदम्. साध्याभाव साध्य साध्याभाव इव वृत्तिः. न न न न, अत्र इव इति किमर्थं? वत् अत्र वत् प्रत्ययः मतु प्रत्ययः अस्ति. यस्य स्वामिमहोदय, अत्र समासः कथं वक्तव्यं? विग्रहवाक्यम् अत्र अस्मिन् समस्तपदे कति पदानि सन्ति तद्वदतु प्रथमं. साध्य अभाववत् वृत्तिः इति त्रीणि पदानि. अभाववत् इति योजितम्. अभाव अपि च वत् इति भिन्नपदार्थाः सन्ति खलु. वत् इति मतु प्रत्ययः महोदय, तद् एकं पदम् अस्ति खलु. साध्ययोगः, अभावयोगः, वत् योगः, वृत्ति. इदानीं वदतु. साध्य अभावः यस्मिन् भो वी हाव् हौ शुड् यू से समस्तपदवी? यू हाव् टु टेक् फस्ट् टू वर्ड्स् रैट्? यू हाव् टु गो बिल्ड् इट् अप् स्लोलि, करेक्ट् महोदय? तर्हि इदानीं प्रथमपदद्वयं किम् अस्मिन् विग्रह अस्मिन् समस्तपदे? साध्यं, साध्यस्य अभावः, साध्याभावः इति वदतु. हौ मेनी? दिस् इस् ब्रेड् अण्ड् बटर्. यु केनाट् अफोर्ड् टु फर्गेट् दीस् थिङ्ग्स्. दट् इस् वै यु आर् गेटिङ्ग् कन्फ्यूस्ड् बिकास् यु आर् नाट् गोयिङ्ग् अकार्डिङ्ग् टु क्रम. यु हाव् टु डू इट् इट् इस् इफ् यु डू इट् कन्सिस्टेण्ट्लि सिस्टमेटिकलि there is zero problem. But you are thinking of the last word. That is why you get a problem. Astu, vadatu, idanim, sadhyasya abhavaha, sadhya abhavaha. Tadanantaram, sadhya abhavaha, yogaha, matup, vadatu. Matup. Sadhya abhavaha, yasmin asti, sadhya abhavavat. Uttamam, sadhya abhavavat. Tadanantaram, sadhya abhavavat, vrittihi. साध्याभाववत् वृत्ति साध्या वृत्ति इत्यस्य अर्थः कः आधारः यु डिड् द सेम मिस्टेक लास्ट टाइम आल्सो आधेयः You have, no, you have to get this, Swami Mahodaya. If you do not get it, you will not. And I can clearly see what problem you have. This is what we learnt in the second class. Vrittihi means adeyaha. Tari idanim vadatu. साध्याभाववत् वृत्तिः साध्य अभाववती वृत्तिः साध्य अभाववत् वृत्तिः सो साध्यस्य अभावः साध्य अभावः तद्बुद्धं खलु साध्य अभावः यस्मिन् अस्ति सः साध्य अभाववत् साध्य अभाववती दाट् इन् विच् साध्य इस् नाट् देर् On that something is there. That is called sadhya abhavat vrittihi. Astu idanim udaharanam swikrutya pratipadayatu. Parvatah vanhiman prameyatvat iti. Ha. Agri api patatu. Prameyatvasya vanhya bhavavati prade vidyamanatvat. Ha. Tarhi idanim vadatu sadhya abhavat vrittihi. इति निरूपयतु प्रथमं साध्या अभवत् वृत्तिः कः तत्र पर्वतः वह्निमान् वह्नि इति साध्यमस्ति साध्याभावः तर्हि साध्याभावः इत्युक्ते वह्न्यभावः साध्याभाववत् किम् पर्वतः महोदय हा साध्य अभावत् पर्वतः नास्ति खलु पर्वतः वह्निमान् इति एव अनुमानं खलु पर्वतः वह्निमान् इति अनुमानं हा तर्हि साध्य अभाववत् किं पर्वतः वा पुनः चिन्तयामः साध्यं किं साध्यं तु तत्र वह्नि साध्य अभावः इत्युक्ते किं वह्नि अभावः साध्य अभाववत् इत्युक्ते वह्नि अभावः यत्र अस्ति तद् खलु वह्नि अभावः यत्र अस्ति अत्र दत्तं खलु वह्निः अभाववति ह्रदे ह्रदे हा तर्हि साध्य अभाववत् कः साध्य अभाववान् कः ह्रदः हा ह्रदे किमस्ति वह्नि अभावः अस्ति तत्तु उक्तम् इदानीम् अन्यत् किमपि अन्यत् किमपि किं किमस्ति वाक्यं दृष्ट्वा वदतु प्रमेयत्वस्य वह्न्याभाववति हृदे विद्यमानत्वात् तर्हि किं विद्यमानमस्ति हृदे वह्नि अभाववति न न वह्नि अभाववति हृदये किं विद्यमानमस्ति प्रमेयत् प्रमेयं तदेव वक्तव्यं खलु इदानीं मया तदेव अहं पृच्छन्नस्मि साध्य अभाववति हृदये किमस्ति अन्यत् किमस्ति प्रमेयत्वमस्ति खलु महोदय तर्हि साध्य अभाववृत्ति इत्युक्ते प्रमेयत्वम् बुद्धं वा प्रमेयत्वं महोदय हा तावदेव अत्र ऐ डोण्ट् नो एक्साक्ट्लि वेर् युर् गेटिङ्ग् कन्फ्यूस्ड् ऐ एम् ट्रैङ्ग् टु हेल्प् यु you have to think through I think the mistake you are doing is you know you are going two steps ahead and getting confused if you think through systematically there will be no problem you have to slow down and think through you're getting a little flustered satyamote sadhyam ah sadhyam itte vannihi sadhya bhavah itte vanniya bhavah sadhya bhavavat iti hradah sadhya bhavan hradah sadhya bhavati hrade kim asti prameyatvam asti तर्हि प्रमेयत्वं साध्य अभाववती अस्ति चेत् कुत्र क्लेशः भवति साध्यव्याप्यः भवितुं नार्हति हा उत्तमं हेतुः साध्यव्याप्यः भवेत् खलु आम् तदेव अत्र उक्तम् ऐकान्तिकः साध्यव्याप्यः तद्भिन्नः इत्यर्थः ऐकान्तिकः सो यु हाव् टु टेक् आल् दोस् थिङ्ग्स् दट् आर् साध्यव्याप्य साध्यव्याप्य साध्यस्य व्याप्यः इति वक्तुं शक्यते नो चेत् साध्येन व्याप्यः इत्यपि वक्तुं शक्यते भवतु सो इफ् यु टेक् आल् दोस् थिङ्ग्स् दट् आर् साध्यव्याप्य अत्र तु साध्यमस्ति वह्निः तर्हि वह्निव्याप्यः लोके ये पदार्थाः सन्ति तान् पदार्थान् सर्वान् स्वीकृत्य तद्भिन्नः इत्यर्थः तदेव सव्यभिचारः सव्यभिचारः अनैकान्तिकः इति यदुक्तं तदेव अत्र उक्तम् इदानीं प्रमेयत्वम् इति साध्य साध्येन व्याप्यः नास्ति साध्य अभाववती अपि तदस्ति इति कृत्वा व्याप्तिः न सिद्ध्यति यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः भवेत् खलु व्यतिरेकव्याप्तिः तत्रैव क्लेशः अस्ति खलु इदानीं प्रमेयत्वम् इति हेतुः यत्र यत्र प्रमेयत्वं तत्र तत्र साध्यम् अस्ति समीचीनं किन्तु यत्र यत्र साध्याभावः तत्र तत्र हेत्वभावः भवेत् यत्र यत्र वन्य अभावः तत्र तत्र प्रमेयत्वाभावः भवेत् किन्तु साध्य अभावः इदानीं हृदये अस्ति किन्तु हृदये प्रमेयत्वम् अस्ति वा न वा हृदये प्रमेयत्वम् अस्ति महोदय हा हृदः इति उक्तत्वात् खलु प्रमेयम् अत्र हृदः जानीमः तर्हि प्रमेयत्वमस्ति इति कृत्वा अत्र एषः अनुमानः एतदनुमानम् अत्र क्लेशकरमस्ति अपि च अस्य नाम अस्ति साधारणम् इति अस्तु धन्यवादः महोदय अग्रे सतिमम भगिनी द्वितीय उदाहरणं चिन्तयति वा सर्व आम् महोदय सर्व सपक्ष विपक्ष व्यावृत्त पक्षमात्रवृत्ति असाधारणः इति सर्व सपक्ष विपक्ष व्यावृत्तः पक्षे अपि च अत्र मया किञ्चित् वक्तव्यमस्ति सपक्षः विपक्षः इति पारिभाषिकशब्दाः सन्ति तद् एतावत् तेषां तयोः अर्थः एतावत्पर्यन्तं न अवगतं तर्हि अहं वदामि निश्चितसाध्यवान् सपक्षः निश्चितसाध्य अभाववान् विपक्षः इति अर्थः निश्चितसाध्यवान् सपक्षः इत्युक्ते अत्र उदाहरणमस्ति महानसम् महानसे वह्निः निश्चयेन अस्ति इति कृत्वा महानसं सपक्षः भवति. विपक्षः निश्चितसाध्य अभाववान् विपक्षः. ह्रदः ह्रदः ह्रदे वह्निः निश्चयेन नास्ति खलु इति वयं जानीमः. इति कृत्वा यदि वह्निः साध्यम् इति स्वीकुर्मः तर्हि वह्निः अपेक्षया ह्रदः विपक्षः भवति, महानसं सपक्षः भवति. बुद्धं वा? आं महोदय. अस्तु, तर्हि इदानीं सपक्षः विपक्षः इत्यस्य अर्थः मया उक्तः, स्वीकृत्य इदानीं वदतु अस्य वाक्यस्य अर्थः कः इति. सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिः इति असाधारणः. यस्मिन् पक्षे साध्यस्य वृत्तिः अस्ति तथा यस्मिन् पक्षे साध्यस्य आवृत्तित्वम् अस्ति तद् असाधारणमिति खलु. तेन् सपक्षविपक्ष प्रश्नं पृच्छामि, तस्य उत्तरं वदतु भगिनि. पक्षमात्रवृत्तिः इत्यस्य अर्थः कः? साध्यं पक्ष एव वर्तते इति. पक्षे एव वर्तते इति चेत् अन्यत्र कुत्र न वर्तते इति वक्तव्यं खलु. विपक्षे न वर्तते इति पक्षभिन्नस्थले. इत्युक्ते सर्वसपक्षविपक्षव्यावृत्तः इत्युक्ते अस्य हेतोः अस्य साध्यस्य केवलं पक्षे एव वृत्तित्वमस्ति. इत्युक्ते तत्र सपक्षः इति किमपि नास्ति, पक्षं विना सपक्षः इति किमपि नास्ति, विपक्षः अपि किमपि नास्ति इति अर्थः. सर्वसपक्षविपक्ष व्यावृत्तः. ओके, ओ केवलं पक्षे एव साध्यमस्ति. इदानीम् उदाहरणं पश्यतु अग्रे. यथा शब्दः अनित्यः शब्दत्वाद् इति. अग्रे अपि पठतु. शब्दत्वं हि सर्वेभ्यो नित्येभ्यो अनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्तिः इति. शब्दः वृत्ति. इदानीं शब्दः उदाहरणं स्वीकृत्य अत्र उक्तमस्ति. तद् असाधारणम् इत्यस्य उदाहरणमस्ति खलु महोदय. तत् सपक्षे अपि अस्ति, विपक्षे अपि अस्ति, सर्वत्र पक्षः शब्दः अनित्यः इति. अनित्यः इति किम् अस्य पक्षः अपि च साध्यं. हा, समीचीनम्. अनित्यः इति साध्यं, शब्दः इति पक्षः, हेतुः कः? शब्दत्वाद् इति दत्तमस्ति. शब्दत्वात् तर्हि शब्दत्वात् शब्दत्वात् इति पञ्चमी, तर्हि हेतुः कः? शब्दः न शब्दत्वम् इति हेतुः. शब्दत्वम् इति. ओके, शब्दत्वम्. ओके, शब्दत्वात् इति पञ्चमी खलु, तर्हि शब्दत्वयोगः पञ्चमी. शब्दत्वम्, अतः शब्दत्वम् इति हेतुः इदम्. स च हेतुः सर्वेभ्यः नित्येभ्यश्च अनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्ति. शब्दत्वं कुत्र अस्ति? शब्दे अस्ति, केवलं शब्दे अस्ति इति खलु? केवलशब्दे अस्ति, केवलं शब्दे अस्ति. इति कृत्वा इत्युक्ते नित्यम् अनित्यं शब्दत्वं हि सर्वेभ्यः नित्येभ्यः अनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्ति इति उक्तम्. अत्र व्यावृत्तम् इति पदस्य अर्थः अस्माभिः अवगन्तव्यः अस्ति. भवतु, तस्मिन्नेव विषये अग्रे वक्ष्यति. तदा यदा पठेम तदा इतोपि अर्थबोधः जायते. अस्तु, तर्हि समयः जातः, अत्र स्थगयेम. किन्तु इदानीं किञ्चित् जाटिल्यं जायमानमस्ति इति कृत्वा एतत् सर्वं मनसि, सर्वेषां मनसि भवेत्. अत्र मुद्रा इत्युक्ते किं, प्रतिबन्धकत्वम् इत्युक्ते किम्, अपि च हेत्वाभासः इत्युक्ते कः, मुद्रा कया मुद्रया, अपि च सर्वत्र हेतौ आनेतव्यम् इति कृत्वा महान् प्रयासः भवति सर्वत्र. तर्हि किञ्चित् अवधानं दत्वा पुनस्मारणं कृपया कुर्वन्तु, नो चेत् क्लेशः भवति अग्रे गमनार्थं. पूर्व ये सामग्र्यः अस्माभिः अवगताः सन्ति तेषां स्मरणं मनसि भवेत्, नो चेत् महान् क्लेशः भवति. यु विल् बि लास्ट् फुल्लि इफ् यु डु नाट् कीप् दम् इन् मैण्ड्. अस्तु, सर्वेभ्यो नमस्कारः, धन्यवादाश्च. अत्र स्थगयामि.